पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायम् 86 कुञ्जल उवाच तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहं पूर्वजन्मकृतं सर्वं तन्मे निगदध शृणु अस्ति वाराणसी पुण्या नगरी पापनाशिनी तस्यामास्ते महाप्राज्ञसुवीरो नाम नामदः वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः तस्य भार्या महाप्राज्ञचित्रा नाम सुविश्रुता कुलाचारं परित्यज्य अनाचारेण वर्तते न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते धर्मपुण्यविहीनादु पापमेव समाचरेद भर्तारं कुत्सदे नित्यं नित्यं च कलहप्रिया नित्यं परगृहे वासो भ्रमदे सा गृहे गृहे परच्छिद्रं समापश्येत् सदा दुष्टा च प्राणिषु साधु निन्दापरा दुष्टा सदा हास्यकरा च सा अनाचारां महापापां ज्ञात्वा वीरेण निन्दिता सदां त्यक्त्वा महाप्राज्ञ उभये मे महामतिः अन्यवैश्यस्य वै कन्यां तया सह प्रवर्तते धर्माचारेण पुण्यात्मा सत्यधर्ममदिसदा निरस्ता तेन सा चित्रा प्रचण्डा भ्रमदे महीं दुष्टानां सङ्गतिं प्राप्ता नराणां पापिनां सदा दूधिकर्म चकाराध सा तेषां पापनिश्चया गृहभङ्गं चकाराध साधूनां पापकारिणी साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेद धर्मभङ्गं चकाराध वाक्यैः प्रत्ययकारकैः साधूनां शास्त्रियं चित्रा अन्यस्मै प्रतिपादयेद एवं गृहशतं भग्नं चित्रया पापनिश्चयाद सङ्ग्रामं सा महादुष्टा कारयत्पदिपुत्रकैः मनांसि चालयेत्पाप पुरुषाणां स्त्रियः प्रति अकारयच्च सङ्ग्रामं यमग्रामविवर्धनम् एवं गृहशदं भङ्क्त्वा पश्चात् सा निधनं गदा शासिदा यमराजेन बहुदण्डैः सुनन्दन अभोजयत् सु नरकान् रौरवां स्तरणे सुधः काजिदारौरवे चित्रा चित्रा पीडा प्रदर्शिताः यादृश्यं क्रियते कर्म तादृशं परिभुज्यते तया गृहशदं भग्नं चित्रया पापनिश्चयाद तत्तत्कर्म विपाकोऽयं तया भुङ्क्तो द्विजोत्तम यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुञ्जति विवाहसमये प्राप्ते दैवं च पाकतां गदं प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च यथा गृहशतं भग्नं तथा वरशतं मृतं स्वयं वरे तदा वत्स विवाहे चैकविंशतिः दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया ये दत्ते सर्वमाख्यातं तस्या पूर्वविचेष्टितम् उज्ज्वल उवाच दिव्या देव्यास्त्वयाख्यातं यत्पूर्वं पूर्वचेष्टितं तथा पापं कृतं घोरं गृहभङ्गाख्यमेव च प्लक्षद्वीपस्य भूपस्य दिवो दासस्य वैसुता केन पुण्यप्रभावेण तया प्राप्तं महाकुलम् येदन्मे संशयं ताद तदेतत् प्रब्रवीतु मे एवं पापसमाचारा कथं जादा नृपात्मजा कुञ्चल उवाच चित्रायाश्चेष्टिदं पुण्यं तत्सर्वं प्रवदाम्यहं श्रूयदामुज्ज्वलसुद चित्रया यकृतं पुरा भ्रममाणो महाप्राज्ञ कश्चित् सिद्धः समागतः कुचैलो वस्त्रहीनैश्च संन्यासी स च दण्डधृक् कौपीनेन समायुक्तः पाणिपात्रो दिगम्बरः गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रुतः स मौनी सर्वमुण्डस्तु विजितात्मा जितेन्द्रियः निराहारो जिदाहारः सर्वतत्त्वार्थदर्शकः दूराध्वानपरिश्रान्त आदपाकुलमानसः श्रमेण खिद्यमानश्च तृषाक्रान्तः सुपुत्रक चित्राद्वारं समाश्रित्य छायामाश्रित्य संस्थितः तया दृष्टो महात्मा स चित्रया श्रमपीडितः सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः पादप्रक्षालनं कृत्वा दत्त्वा आसनमुत्तमम् अस्यतामासने ताद सुखेनापि सुकोमले क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमं स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब एवमुक्त्वा तथा कृत्वा देववत्पूज्यतं सुधा अङ्गसंवाहनं कृत्वा नाशितश्रम एव च तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम एवं सन्तोषितसिद्धस्तया तत्त्वार्थदर्शकः सन्तुष्टः सर्वधर्मात्मा किञ्चित्कालं स्थिरोऽभवद स्वेच्छया स गतो विप्रो महायोगी यथा गतं गते तस्मिन् महाभागे सिद्धे चैव महात्मनि सा चित्रामरणं प्राप्ता स्वकर्म वशमागता शासिता धर्मराजेन महादण्डैः सुदुःखदैः सा चित्रा नरकं प्राप्ता वेदनाव्रददायकं भुङ्क्ते दुःखं महाराज सा वै युगसहस्रकम् भोगां ते तु पुनर्जन्म सम्प्राप्तं मानुषस्य च पूर्वं सम्पूजितः सिद्धस्तया पुण्यवदां वरः तस्य कर्मविपाकोऽयं प्राप्ता पुण्यवदां कुले क्षत्रियाणां महाराज्ञो दिवो दासस्य वै गृहे दिव्या देवी च तन्नाम जातं तस्य नरोत्तम सा हि दत्तवती चान्नं पानं पुण्यं महात्मने तस्य दानस्य सा भुङ्क्ते महत्पुण्यफलोदयं पिबदे शीतलं तोयं मिष्टान्नं च भुनक्ति वै दिव्यान् भोगान् प्रभुं जानावर्धते पितृमन्दिरे सिद्धस्यास्य प्रभावाच्च राजकन्याव्यजायत पापकर्मप्रभावाच्च गृहभङ्गान्महीपते विधवा त्वं भुञ्जते सा दिव्या देवी सुपुत्रका यदत्ते सर्वमाख्यातं दिव्या देव्या विचेष्टितम् अन्यत् किं ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह उज्ज्वल उवाच कथं सामुच्यते शोकान् महादुःखाद्वदस्व मे सा स्याच्च कीदृशी बाला महादुःखेन पीडिता तत्सुखं कीदृशं तस्मात् विपाकश्च भविष्यति यदन्मे संशयं ताद सम्प्राप्तं चेतुमर्हसि कथं सा लभते मोक्षं तं च चोपायं वदस्व मे एकाकिनी महाभागा महारण्ये प्ररोदिति। विष्णुरुवाच पुत्रवाक्यं महाश्रुत्वा क्षणमेकं विचिन्त्य सः प्रत्युवाच महाप्राज्ञः कुञ्जलपुत्रकं प्रति शृणु वत्स महाभाग सत्यमे दद्वदम्यहं पापयोनिं तु सम्प्राप्य पूर्वकर्मसमुद्भवां तिर्यक्त्वेन च मे ज्ञानं नष्टं सम्प्रति पुत्रक। अस्य वृक्षस्य सङ्काच्च प्रयतस्य महात्मनः रेवायाच्च प्रसादेन विष्णोश्चैव प्रसाददः येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते। उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमं यास्यते कल्मषान्मुक्ता यथा हेम हुदाशनाद। शुद्धं च जायते वत्स सङ्गाद्वाह्ने स्वरूपवद हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः। जप होमव्रतात् पापं नाशं यादिः पापिनां मदं त्यजेद्यथा नागो भयात् सिंहस्य सर्वदा। नामोच्चारेण कृष्णस्य तत्प्रयादिः किल्बिषं तेजसा वैनदेयस्य विषहीना इवोरगाः। ब्रह्महत्यादिकाः पापाः प्रलयं यान्ति नान्यथा। नामोच्चारेण तस्यापि चक्रपाणे प्रयान्ति ते यदा नामशतं पुण्यमकराशि विनाशनं सा जपेदस्थिरा भूत्वा कामक्रोधविवर्जिता। सर्वेन्द्रियाणि संयम्य आत्मज्ञानेन गोपयेद। तस्य ध्यानप्रविष्टा सा एकभूता समाहिता। सा जपेत् परमं ज्ञानं तदा मोक्षं प्रयाति च। तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेद। उज्ज्वल उवाच वदतात परं ज्ञानं परमं मम साम्प्रतं पश्चाद्ध्यानव्रतं पुण्यं नाम्नां शतमिहैव च। कुञ्जल उवाच परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचिद्। श्रूयतां पुत्रकैवल्यं केवलं मलवर्जितं। सूत उवाच यथा दीपो निवाधस्थो निश्चलो वायुवर्जितः प्रज्वलन्नाशयेत् सर्वमन्धकारं महामदे तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः। निराशो निर्मलो वत्स न मित्रं न रिपुः कदा न शोको न च हर्षश्च न लोभो न च मत्सरः। एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते। विषयैश्चापि सर्वैश्च इन्द्रियाणि स संहरेत्। तदा स केवलो जातकेवलत्वं प्रजायते। अग्निकर्मप्रसङ्गेन दीपस्तैलं प्रशोषयेद। वर्त्याधारेण राजेन्द्र निःसङ्गो वायुवर्जितः। कज्जलम्बमदे पश्चात्तैलस्यापि महामदे। कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामदे। स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेद्। कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेद्। विषयान् कज्जलीकृत्य प्रत्यक्षं सम्प्रदर्शयेद्। जनयेन्निर्मलो भूत्वा स्वयमेव प्रकाशयेद्। क्रोधादिभिक्लेशसंज्ञैर्वायुभिः परिवर्जितः। निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेद। त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा। केवलज्ञानरूपोऽयं मया ते परिकीर्तितः। ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः। केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा। योगयुक्ता महात्मानपरमार्थपरायणाः यं पश्यन्ति विनिद्रास्तु यत्तपः सर्वदर्शकं हस्तपादविहीनं च सर्वत्र परिगच्छति सर्वं गृह्णादित्रैलोक्यं स्थावरं जङ्गमं सुध नासामुखविहीनस्तु क्रादि जक्षिदिपुत्रक अकर्ण शृणुदे सर्वं सर्वसाक्षी जगत्पदिः अरूपोरूपसम्बन्धपञ्चवर्गवशङ्गदः सर्वलोकस्य यः प्राणपूजितः स चराचरैः अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुद अत्वच स्पर्शनं चापि सर्वेषामेव जायते सदानन्दो विरक्तात्मा एकरूपो निराश्रयः निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः तस्य धाता न चैवास्ति स वै सर्वमयो विदुः एवं सर्वमयं ध्यानं पश्यते यो महात्मनः स याति परमं स्थानममूर्तममृतोपमं द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः मूर्ताकारं तु साकारं निराकारं निरामयं ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना स तस्माद्वासुदेवेदि उच्यते मम नन्दन वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेद् सूर्यतेजप्रतिकाशं चतुर्बाहुं सुरेश्वरं दक्षिणे शोभते शङ्खो हेमरत्नविभूषितः सूर्यबिम्बसमाकारं चक्रं पद्मप्रतिष्ठितं कौमोदकी गदा तस्य महासुरविनाशिनी वामे च शोभते वत्सहस्ते तस्य महात्मनः महापद्मं सुगन्धाढ्यं तस्य दक्षिणहस्तगम् शोभमानसदैवास्ते सायुधकमलाप्रियः कम्बुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणं राजमानं हृषिकेशं दशनैरत्नसन्निभैः गुडाकेशास्सन्धि यस्य अधरो विद्रुमाकृतिः शोभदे पुण्डरीकाक्षः किरीडेनापि पुत्रक विशालेनापि रूपेण केशवस्तु सुवर्चस कौस्तुभेनाङ्कितेनैव राजमानो जनार्दनः सूर्यतेजप्रदिकाश कुण्डलाभ्यां प्रभाति च श्रीवत्साङ्केन पुण्येन सर्वदा राजदे हरिः केयूरकङ्कणैर्भारैर्मौक्तिकैर्वृक्षसन्निभैः वपुषा भ्राजमानस्तु विजयो जयदां वरः भ्राजते सोऽपि गोविन्दो हेमवर्णेन वासस मुद्रिकारत्नयुक्ताभिरङ्गुलीभिर्विरेजते सर्वायुधैः सुसम्पूर्णैर्दिव्यैराभरणैर्हरिः वैनतेजसमारूढो लोककर्ता जगत्पतिः एवं तं ध्यायते नित्यमनन्यमनसा नरः मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पदेः व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम् इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थवर्णने षडशीतितमोऽध्यायः ॐ